अस्तु, विसर्गसन्धिः इति विषयः प्रायः शास्त्रसम्बद्धचिन्तनस्य अन्तिमं दिनम् अस्मिन् विषये इति भाति. पञ्चसोपानानि जातानि भाट्टसूत्रस्य सूत्राणाम्, अपि च अपवादत्रयं. तत्र च सर्वेषां सूत्राणां परिशीलनं जातमस्ति, किञ्चित् एव अवशिष्यते. प्रथम अपवादः अवलोकितः गते सप्ताहे, तस्य पुनस्मरणं कृत्वा अग्रे गच्छेम. प्रथम रेफान्तानि अव्ययानि इति विषयः, तत्र प्रातः इति अस्ति. प्रातः अतिशये अत्र मेहुलमहोदय, तत्र प्रातः इति विषये तत्र पञ्च सोपानानि सन्ति खलु? अस्तु, एकवारं पठामि. सर्वे बुद्धिसहितश्रवणं सर्वेषां स्यात्. विसर्जनीयस्य सः खरि कफपपेतु विसर्गः, नाम पञ्चसोपानि सर्वेषां मनसि तिष्ठन्ति चेत् अस्माकम् असौकर्यं न कदापि स्यात्. विसर्जनीयस्य सः कदा खरि, विसर्जनीयस्य सः खरि कफपपेतु विसर्गः इति प्रथमम्. इचः परस्य विसर्जनीयस्य रेफः अखरि, इचः परस्य विसर्जनीयस्य रेफः अखरि इति द्वितीयम्. आतः परस्य विसर्जनीयस्य लोपः अखरि, लोपः भवति आतः अखरि. अतः परस्य विसर्जनीयस्य अतिहसि च ऊर्ध्वम्, अतः परस्य विसर्जनीयस्य आचि लोपः. तर्हि प्रथमे सोपाने तत्र किं भवति विसर्गात् प्राक् इति न उक्तमस्ति खलु? विसर्जनीयस्य सः कीदृशविसर्जनीयः इति न उक्तमस्ति, अतः विसर्जनीयस्य सः एव यस्य कस्यापि भवति खरि. अनन्तरम् इच्छः आतः अतः अतः अति प्राक् द्रष्टव्यमस्ति, पुनः अतः अतः अतः इति स्थितौ तत्र अतिहसि अथवा आचि इति भेदः अस्ति इति तावदेव अस्ति विसर्गसन्धौ सामान्यचिन्तनेन. बहु समीचीनमस्ति. तर्हि इदानीम् अपवादत्वेन प्रातः. प्रातः इति पञ्चसु, एषु पञ्चसु प्रातः इति अस्य प्रसक्तिः कुत्र कुत्र भवति स्म इति हेलो महोदय? रेफान्तानि अव्ययानि प्रातः पुनः अस्मिन् स्थले उपरि किमुक्तम् अव्ययः? न न न, पठनस्य विषयः इति नास्ति. मया किं पृष्टमस्ति, अत्र पञ्चसोपानानि सन्ति, प्रातः इति अस्ति प्रातः. अत्र पञ्चसोपानानि दृष्ट्वा अस्माभिः किं वक्तव्यं, केषु एषु पञ्चसु केषु प्रातः इत्यस्य सम्भावना स्यात्? प्रातः इच्छः परस्य आतः परस्य अतः परस्य अतः परस्य प्रातः अकारान्त शब्दः अस्ति चेत् अकारान्त अकवर्णे अचुवर्णे अट्वर्णे अण्वर्णे अम्वर्णे अपि अस्ति, अतः इच् इच् परस्य सूत्र सूत्रद्वयं कार्यं न करोति. आतः परस्य हा हा हा सूत्रद्वयं किमिति? इचः परस्य विसर्जनीयस्य अपि च इच् वर्णानन्तरं विसर्जनीयस्य विसर्गः अस्ति चेत् रेफः आगच्छति, यत् अखरि अस्ति इति अत्र न भवति खलु? अत्र न भवति. तदनन्तरं तृतीयसोपाने आतः परस्य विसर्जनीयस्य लोपः, तत्र आतः इत्युक्ते अवर्णः अस्ति वा? अवर्णः खलु आकारः, आकारः आकारः तत्रापि प्राक्तः उदाहरणे तृतीयसोपानमपि कार्यं न करोति. अवशिष्टं किं, कः प्रश्नः महोदय? अवशिष्टं किम्? अवशिष्टं चतुर्थः पञ्चमं सोपानं. प्रथमं प्रथमं विसर्जनीयस्य सः खरि, अनन्तरं प्रथमसोपाने किं वर्णम् अस्ति? न न, प्रातः इत्यस्य अत्र प्रसक्तिः भवति न वा? अत्र सम्भावना स्यात् न वा? विसर्गस्य पुरतः खर् वर्णः अस्ति चेत् अखर् अवर्णः खर् वर्णः नास्ति, अतः प्रथमं सोपानमपि प्रसक्तिः न भवति. एकनिमेषः, अत्र न प्रातः इत्यस्मिन् विसर्गात् पूर्वं यः अकारः अस्ति वा? प्रातः विसर्गस्य पुरतः अकारः. हा, किन्तु प्रथमे सोपाने कः वर्णः नाम विसर्गात् पूर्वं कः वर्णः भवेत् इति प्रथमं सोपानम् अनुसृत्य. आम्, विसर्गस्य विसर्गात् अग्रे खर् वर्णः अस्ति चेत् विसर्गात् पूर्वं. आम्, ओ विसर्गात् पूर्वं कः वर्णः स्यात्? अच् अकारः. कुत्र उक्तमस्ति अत्र? किम् उक्तं, कुत्र उक्तमस्ति? प्रथमे सोपाने न उक्तं, न उक्तं खलु? नाम यः कोऽपि वर्णः विसर्गात् पूर्वं यः कोऽपि वर्णः. वयं पुरतः किं कः वर्णः अस्ति एवम् इति पश्यामः विसर्गात् अनन्तरं प्रथमे सोपाने. हा हा हा, सत्यम्. अतः प्रातः इति अस्य प्रसक्तिः कुत्र? पञ्चमे, चतुर्थे, प्रथमे, चतुर्थे, पञ्चमे च. प्रथमे सोपाने यतोहि यः कोऽपि वर्णः भवितुमर्हति विसर्गात् पूर्वम्. अनन्तरम् अतः चतुर्थे, पञ्चमे च, तत्र एचः आतः इति अत्र नास्ति. अतः त्रिषु, त्रिषु अस्ति, त्रिषु अस्ति सम्भावना. तत्र तत्र ततः अग्रे लक्ष्मीभगिनी किम् उक्तमस्ति? प्रातः इति रेफान्तव्ययं, प्रातः इति शब्दस्य प्रातिपदिकं रूपं प्रातर्. अत्र यदि पदं पश्यामश्चेत् प्रथम चतुर्थ पञ्चमे सोपाने सोपानस्य सम्भावना अस्ति, परन्तु केवलं प्रथमं सोपानं च प्रथमं सूत्रं स्वीकृत्य कार्यं कुर्मः चेत् फलं साधु भवति. यथा प्रातः योगः तिष्ठति स्वीकुर्मः चेत् प्रातस्तिष्ठति रूपं साधु, परन्तु चतुर्थपञ्चमसोपानेषु सोपानयोः तथा भाट्टसूत्राणि स्वीकृत्य कार्यं कुर्मः चेत् दोषः भवति. यथा प्रातः धावति, तत्र अतः परस्य विसर्जनीयस्य अतिः शीचवत्वं धकारः हश्वर्णः. चतुर्थं सूत्रम् उपयुज्य कार्यं कुर्मः चेत् प्रातो भवति, तत्तु दोषाय. प्रातर्धावति एव साधुरूपम्. अनन्तरं प्रातः बहु समीचीनमस्ति. तत्र प्रातर्भवति, प्रातर्भवति एव न तु प्रातो भवति खलु? तस्य कारणं किम् आसीत्? शास्त्रीयपद्धत्या अधः दत्तमस्ति. तत्र प्रातः धावति इति रूपं स्वीकुर्मः चेत् तत्र प्रातः इति पदं न पश्यामः, केवलं प्रातर् इति रूपमेव स्वीकृत्य आरम्भं कुर्मः. प्रातर् योगः धावति, तत्र धकारः खर्वर्णः नास्ति. अतः खरवसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिः न भवति. अनन्तरम् अत्र यः ऋकार रेफः अस्ति, सः रेफः ऋसम्बद्धरेफः नास्ति, केवलं सः रेफः प्रातिपदिके मूलरूपे एव अस्ति. तदर्थम् अत्र केवलं वर्णमेलनं भवति, अतः प्रातर्योगः धावति, प्रातर्धावति रूपम् आगच्छति. हा, यतोहि हसि च इति अस्मिन् तत्र ऋसम्बद्धरेफः भवेत् खलु. तत्तु तत्तु नास्ति अत्र, यथा भवती उक्तवती बहु समीचीनमस्ति. अपि च तदनन्तरं अत् परः भवेत्, तदपि नास्ति. अस्तु, हा इति कृत्वा, हा अपि च तत्र प्रातोस्ति इति किमर्थं न भवति? अत्रापि मूलरूपं प्रातर् इति स्वीकृत्य प्रारम्भं कुर्मः. अत्र अपि खरवसानयोर्विसर्जनीयः न कार्यं करोति. अनन्तरं परवर्णः अकारः अकारः अपि, परन्तु अतोरोरुप्लतादप्लुते इति सूत्रम् अपि न कार्यं करोति. किमर्थं चेत् तत्र रेफः रुसम्बद्धरेफः नास्ति, अतः अतोरोरुप्लतादप्लुते इति सूत्रं. तत्र अत्वर्णः परवर्णः इति वदति तत् सूत्रम्. अत्वर्णः परवर्णः अस्ति चेत् तत् सूत्रं कार्यं करोति. अत्र अस्ति इत्यस्मिन् पदे अकारः अस्ति, परन्तु तस्य प्रसक्तिः अस्ति, परन्तु कार्यं न भवति. केवलं प्रातर्योगः अस्ति, प्रातर् अस्ति, केवलं वर्णमेलनमेव भवति. उभयत्र हसि च अपि च अतोरुरप्लुतादप्लुते इति सूत्रयोः द्वयोरपि आवश्यकता भवति रुसम्बद्धरेफः. तत्तु नास्ति. हा, बहु समीचीनमस्ति. सर्वे अवगच्छन्ति चेत् अस्माकं दोषः अग्रे गत्वा न कदापि भवति. हा, समीचीनमस्ति. तर्हि पञ्चमे सोपाने, पञ्चमे सोपाने अत्र सरला भगिनी वदति वा गतिः का? महोदय, अहं कार्यालये अस्मि. ध्वनिः अस्ति. अस्तु अस्तु अस्तु भगिनि, म्यूट् करोमि. हा, अस्तु अस्तु भगिनि. हा, अखिला भगिनि. आं महोदय, श्रूयते खलु? श्रूयते. हा, तर्हि पञ्चमे सोपाने तत्र अतः परस्य विसर्जनीयस्य आचीलोपः इति अस्ति. इत्युक्ते तत्र प्रथमं इत्युक्ते विसर्गस्य पूर्वम् अवर्णः अस्ति, तदनन्तरम् आचि इत्युक्ते आकारः अपि च ई सर्वे स्वराः अस्ति चेत् मध्ये यः विसर्गः अस्ति तस्य लोपः भवति इति पञ्चमं सोपानं वदति. परन्तु प्रातः इति स्थितौ, प्रातर् इति मूले यः रेपः अस्ति, तत्र एतस्य कार्यं न भवति. यतोहि तत्र सूत्रमस्ति भूभगोगो पूर्वस्य योषि इति सूत्रं, तत् सूत्रं तु रुसम्बन्ध रेपस्य विषये एव कार्यं करोति. प्रातर् इति स्थितौ तत्र रुसम्बन्धः रेपः नास्ति, परन्तु प्रातिपदिके मूले एव रेपः अस्ति इति कृत्वा तत्र एतस्य सूत्रस्य प्रसक्तिः नास्ति. तर्हि प्रातर् प्रातः आगच्छति इति अस्ति चेत् तत्र प्रातः आगच्छति इति तत्र रेपस्य लोपः न भवति, परन्तु प्रातरागच्छति इति एव रूपं भवति. इच्छति अपि तथा. हा, बहु समीचीनमस्ति. तर्हि रुसम्बद्धरेफः त्रिषु सूत्रेषु अस्माभिः दृष्टमस्ति. हा, समीचीनमस्ति. हसि च अतो रुरप्लुतादप्लुते भो भगो अघो अपूर्वस्य योषि इति त्रिषु सूत्रेषु. तदर्थं अत्र रेफान्तव्ययमस्ति चेत् त्रिषु अपि स्थलेषु कार्यं न भवति इति कृत्वा केवलं प्रथमे सोपाने भातसूत्राणां प्रथमे सोपाने एव कार्यं भवति, अन्यत्र सर्वत्र रेफः एव. अस्तु, सम्यक् अस्ति महोदय. आम्, तर्हि प्रथमसोपानमेव कार्यं करोति चेत् तर्हि वाशरी अपि च कुप्वोः कपौ च इति अपि कार्यं करोति किल? किमर्थं न स्यात्? हा, समीचीनमस्ति, बहु सम्यक्. हा, ततः तत्र अतः इत्यस्य उदाहरणम् अपि प्रदर्शितमस्ति. अतः इत्यस्य तत्र राजेन्द्रमहोदय तत्र प्रदर्शयति वा? आम् आं महोदय, अत्र महोदय अतः इत्युक्ते अतस् इच्छति अस्ति अत्र ससृजुः नाम नाम अत्र आरम्भे किं वदामः यत् अतः अपि अव्ययमस्ति. अतः यथा प्रातरिच्छति तथैव अतरिच्छति इति स्यात्, यतोहि अव्ययमस्ति. किन्तु रेफान्तं नास्ति अपि तु सकारान्तम् इति कृत्वा किं भवति? तत् कारणात् ससृजुः सूत्रेण रु आदेशः भवति. अत्र तु इदानीं तु रुसम्बद्ध रेफा अस्ति, तत् कारणात् अत्र गो भगो अधो अघो पूर्वस्य योषि तेन सूत्रेण यकार आदेशः भवति. अग्रे अग्रे योष अशि अस्ति, तत् कारणात् अत्र लोपशाकलस्य यकारस्य लोपः भवति. आहत्य अत् इच्छति अत् इच्छति रूपद्वयं भवति, यथा यथा लोपः विकल्पेन भवति. हा, बहु समीचीनमस्ति. श्वः अपि ह्यः अपि तथा, श्वस् ह्यस् इति कृत्वा. अस्तु, समीचीनमस्ति. तर्हि अव्ययमस्ति चेत् अन्तिमवर्णः कः इति मनसि निधाय कार्यं कर्तव्यमस्ति. बहु समीचीनमस्ति. तर्हि यया रीत्या प्रथमं प्रथमपवादः दृष्टः रेफान्तव्ययानि, इदानीम् एषः सः अपि तादृशचिन्तनं भवेत्. नाम अत्र एषः अपि सः, अत्र वयं किं वदामः, अत्र पुष्पभगिनी वदतु, एषः सः सः इति स्वीकुर्मः चेत् सः तत्र उपरि सः इति पञ्च सोपानानि प्रदर्शितानि सन्ति रेफान्तव्ययानि इति स्थले, तत्र पञ्चसोपानानि प्रदर्शितानि सन्ति. तेषु पञ्चसु सः इत्यस्य प्रसक्तिः कुत्र स्यात्? प्रथमं नास्ति सोपि अत्र प्रथमसोपानं दोषः अस्ति. एकनिमेषः एकनिमेषः, अत्र अत्र तथा प्रश्नः न कृतः. अत्र कुत्र कुत्र प्रसक्तिः स्यात् इति प्रश्नः आसीत्. तर्हि पञ्चसोपानानि सन्ति, अत्र कुत्र कुत्र प्रसक्तिः भवति तत्र भाटसूत्रनाम दर्शनेन? तत्तु उत्तम उत्तमं क्रमेण क्रमेण वदतु. प्रथमं प्रथमे सोपानि प्रसक्तिरस्ति वा? नास्ति नास्ति, महत् आश्चर्यं. विसर्जनीयस्य सः खरि खफेतु विसर्गः, अत्र प्रसक्तिर्नास्ति. मस्तिष्कस्य उपयोगः करणीयः, भवती तु सर्वं जानाति एव. अत्र यया रीत्या प्रातः इति विसर्जनीयस्य सः खरि खफे इति विसर्गः, अत्र प्रातः इति प्रसक्तिर्भवति वा? अत्र भवति प्रातः प्रातस्तिष्ठति भवति. न न प्रातस्तिष्ठति भवति न वा इति न मम प्रश्नः. अत्र प्रातः इति शब्दः अस्ति, इदानीं विसर्जनीयस्य सः खरि इति तत्र मेलनमस्ति न वा? अस्ति, प्रातः अव्ययः अस्ति चेत् अस्ति अस्ति प्रथमा प्रथमसोपानं कार्यं करोति. किमर्थं? अत्र प्रातर् इति अस्ति. न प्रातः इति शब्दः दृष्ट्वा विसर्जनीयस्य सः खरि इति निमित्तानि सन्ति न वा कार्यं कर्तुं? निमित्तानि सन्ति, निमित्तानि सन्ति. प्रदर्शयतु. तत्र प्रातः तकारः, उदाहरणे तकारः दीयते, तत्तु तकारः करिवर्णः अस्ति. विसर्गस्य पुरतः तकारः अस्ति, तकारः तु करिवर्णः, तथैव प्रातस्तिष्ठति कार्यं करोति. नाम प्रातः योग तिष्ठति, तत्र तिष्ठति इति विद्यमानस्य तकारस्य खर् प्रत्याहारे विद्यमानत्वमस्ति. अस्ति. अपि च विसर्गात् पूर्वम् अस्मिन् सोपाने कः वर्णः भवेत् इति न उक्तम् इति कृत्वा प्रसक्तिः अस्ति इति वक्तव्यं खलु. इदानीं सः एवमेव चिन्तनीयं यथा मेहुलमहोदयः कृतवान्. अत्र क्रमेण वदतु, तत्र प्रथमं सोपाने तत्र सः इत्यस्य प्रसक्तिरस्ति न वा? तत्तु विशेषः अस्ति. विशेषः इति किमपि नास्ति. अत्र विशेषः अस्ति न वा इति न मम प्रश्नः. वारं वदन् अस्मि. अत्र प्रश्नः कः अस्ति? न प्रसक्तिः अस्ति, तावदेव वक्तव्यम्. अत्र अस्माकं प्रथमे चिन्तने तावदेव वक्तव्यमस्ति. मम प्रश्नः कः इति ज्ञातव्यं खलु. तत्र पञ्चसु सोपानेषु भाट्टसूत्रेषु तत्र कुत्र प्रसक्तिः इति तावदेव प्रश्नः अस्ति. तर्हि सः तिष्ठति, तत्र प्रथमं सोपानं दृष्ट्वा कार्यं भवेत् न वा? अस्ति. हा, किमर्थम्? अत्र तत्र विसर्ग प्रथमसोपाने विसर्गस्य पूर्वे किम् अस्ति इति न चिन्तयति, परः करः अस्ति चेत् कार्यं करोति. हा, बहु समीचीनं, बहु सुन्दरमस्ति. अस्तु, द्वितीयसोपाने. द्वितीयसोपाने इच् अस्ति पूर्वे. पूर्वे इच् अस्ति. तत्तु अत्र इच् नास्ति. कुत्र? एषः सः तत्र विसर्गात् पूर्वं कः वर्णः? अकारः. अत् वर्णः. हा, अद् वर्णः, स च अत् इचि नास्ति. अस्तु, समीचीनम्. अग्रे अग्रे चत्वारसोपानं कार्यं करोति. न, तृतीयं सोपानं क्रमेण पश्यामः. तृतीयसोपानं न कार्यं न करोति. तत्तु आतः अस्ति, परे प्राक् आतः अस्ति. अत्र सः एषः तत्र अक अत् अस्ति. हा, सत्यं. मास्तु, अग्रे अग्रे चतुर्थ सोपाने अतः परस्य विसर्जनीयस्य अति हसि च उत्तमं. तत् कार्यं करोति, कर्तुं शक्नोति. मम अहं न जानामि कार्यं करोति या न. न न, तत्तु भिन्नविषयः. अस्माकं प्रथमस्तरे तावदेव द्रष्टव्यमस्ति. तर्हि सः इति विसर्गात् पूर्वं लघु अकारः अस्ति, ह्रस्वकारः इति कृत्वा, अतः इति प्रसङ्गवशात् यदा अग्रे अत् अथवा हश् अस्ति तत्र कार्यं भवेत् इति अस्ति. हा, अग्रे अग्रे पञ्चम तु तथैव अतः परस्य विसर्जनीयस्य आचिलोपः तथैव कार्यं करोति. हा, इति स्थितिरस्ति. बहु समीचीनमस्ति. अस्तु, तर्हि वस्तुस्थितिः का इति पश्यामः. यतोहि जानीमः अपवादग्रस्तशब्दः अस्ति. तर्हि अत्र किमस्ति इति पश्यामः. सहदेव महोदय पठितुमिच्छति वा? महोदय केवलं शृणोमि महोदय. पठितुं शक्नोति, तावत् कर्तुं शक्नोति इच्छति. तत् सगणकम् अस्ति वा? आम्. तर्हि एकवाक्यं पठतु भोः. एषः सः तत्र आरम्भतः, एषः सः तत्र किं लिखितमस्ति? आं, कुत्र महोदय? द्वितीय अपवादः, एषः सः इति द्वि न पश्यति. अनन्तरम् आम् अस्तु अस्तु. राजी भगिनी. आं महोदय, एषः सः, एषः सः इति द्विपदे विशेषे, तयोः कृते चतुर्थसूत्रेण अपि उत्तमं भवति. अन्यत्र सर्वत्र लोप एव इति उपरि उक्तम्. पञ्चसु भाटसूत्रेषु एषः सः इत्यनयोः प्रसक्तिः कुत्र कुत्र अस्ति? प्रथमे, चतुर्थे, पञ्चमे च. तेषु प्रथमे सोपाने भाटसूत्रम् अनुसृत्य कार्यं कुर्मः चेत् असाधु भवति. सः तिष्ठति, स तिष्ठति दोषः. सः तिष्ठति, स तिष्ठति साधु. चतुर्थे सोपाने भाटसूत्रं प्रथमं सूत्रं दृष्ट्वा किं भवति स्म? प्रथमसूत्रं विसर्जनीयस्य सः खरि ख पफेतु विसर्गः. अत्र विसर्गस्य परे खरिवर्णः अस्ति, अतः कार्यं कर्तुं शक्नोति. किन्तु अपवादत्वेन यदि सूत्रं दृष्ट्वा किं भवति स्म? सः तिष्ठति, सः विसर्गस्य पुरतः तकारः अस्ति, तकारः खर्वर्णः, अतः कार्यं कर्तुं शक्नोति. यदि कार्यं करोति चेत् स तिष्ठति इति आगच्छति. परन्तु सः दोषः, परन्तु इति न, तर्हि किं भवति स्म इति मम प्रश्नः. स तिष्ठति इति भवति. स तिष्ठति इति भवति स्म, स तु दोषः इति दोषः अस्ति. अस्तु अग्रे. सः तिष्ठति, स तिष्ठति साधु. विसर्गः लोपः भवति. चतुर्थसोपाने भाटसूत्रम्, अतः परस्य विसर्जनीयस्य अति हषि च उत्तमम् इति सूत्रम् अनुसृत्य कार्यं कुर्मः चेत् अति साधु, हषि दोषो भवति. अतिपरे उत्तमं न भवति. सः अपि, सोऽपि साधु. अतिपरे उत्तमं न भवति इति न, अतिपरे उत्तमं भवति. सः अपि, सोऽपि साधु. विसर्गस्य अनन्तरम् अत् वर्णः अस्ति. अत् वर्णः गुणकार्यं भूत्वा सोऽपि भवति. तत्र किञ्चित् स्मारयतु, तत्र सोपानेन किं भवति? उत्तमं भवति, उत्तमं भवति, सः उत्तमं भवति. सः उ आ योगयित्वा गुणसन्धि भूत्वा ओ भवति. सोऽपि भवति. सो अपि एङ पदान्तादि यदि सूत्रेण पूर्वरूपसन्धिः भवति, तत्र अवग्रहचिह्नम् आगच्छति. सोऽपि इति पदम् आगच्छति. समीचीनं, बहु सम्यक्. हसिपरि, हषि परे किन्तु उत्तमं न भवति. अपि तु विसर्गलोप एव. सः गच्छति, सो गच्छति दोषः. सः विसर्गस्य अनन्तरं हष् प्रत्याहारस्य वर्णः अस्ति, ग. साधारणतया उकारम् आगच्छति तत्र. उकारम् आगच्छति चेत् अत्र दोषः इति दत्तम्. अथवा अतः सो गच्छति इति न आगच्छति. सः गच्छति, अकारस्य अनन्तरं हष्वर्णः अस्ति, अकारः विसर्गस्य लोपः भवति. भाटसूत्रस्य पञ्चमसूत्रं स्वीकृत्य अतः परस्य विसर्जनीयस्य आचीलोपः. पञ्चमे सोपाने पञ्चमे सोपाने तर्हि पञ्चमे सोपाने तत् कः वदति अत्र पञ्चमे सोपानं कार्यं न करोति महोदय. किमर्थम् इत्युक्ते अन्य कोऽपि वदतु. हा लक्ष्मी भगिनी कृपया. आम् पञ्चमे सोपाने अत्र उदाहरणं दत्तमस्ति एषः इच्छति. पञ्चमं सूत्रमस्ति भाटसूत्रम् अतः परस्य विसर्जनीयस्य आचिलोपः. अत्र एष इच्छति इति उदाहरणं स्वीकुर्मः चेत् एष इच्छति अथवा एष इच्छति तथा रूपद्वयं सम्भवति. अत्र अपवादः नास्ति. यथावत् भाटसूत्रम् उपयुज्य कार्यं कुर्मः चेदपि लोपः एव भवति. अत्रापि लोपः एव अभवत्. अतः किमपि नूतनं नास्ति, अपवादः नास्ति. अत्र रूपद्वयं किमर्थं सम्भवति इत्युक्ते अत्र लोपः शाकल्यस्य इत्यनेन यकार रहितरूपं विकल्पेन रूपद्वयम्. एकम् एष इच्छति, अन्यत् रूपं यकारसहितरूपं तथा रूपद्वयम्. हा यथा अस्माभिः पञ्चमे सोपाने दृष्टमासीत्. हा यथा बालः इच्छति इति स्थले उपरि यथा प्रदर्शितमासीत् अत्रापि तथा. पुनः क्रमेण किं भवति महोदय? बालयोगः सु वदामि. अत्र बाल इच्छति इति उदाहरणं स्वीकुर्मः चेत् तत्र बालयोगः सुयोगः इष् योगः तिप् तत्र सु इति एकवचने प्रथमाविभक्तौ सुप्रत्ययं योजयामः. अनन्तरं इष् धातुरूपं तिप् तिङन्तप्रत्ययं योजयामः तथा इच्छति क्रियापदम् आगच्छति. बालयोगः सु तत्र अनुबन्धलोपे सति इत्युक्ते तत्र सु इत्यस्मिन् उकारः अनुनासिक उकारः उपदेशे जनुनासिक इत् इत्यनेन उकारः अनुनासिक उकारः भवति, इत् संज्ञा भवति. अनन्तरं तस्य लोपः इत्यनेन उकारलोपः भवति, अतः बालस् इति रूपम् आगच्छति. तत्र पदान्ते सकारः अस्ति. पदान्तसकारस्य स्थाने रु आदेशः भवति ससजुषोरुः इति सूत्रेण. अतः बालरु योगः इच्छति इति रूपम् आगच्छति. अत्र अपि पुनः उपदेशे जनुनासिक इत् अनन्तरं तस्य लोपः इत्याभ्यां सूत्राभ्यां केवलं रेफः एव अवशिष्यते. अतः बालर् योगः इच्छति इति रूपम् आगच्छति. तत्र भो भगो अघो अपूर्वस्य योषि इत्यनेन योषि इत्युक्ते तत्र यकारादेशः भवति यदि अश्वर्णः परः चेत्. अश्वर्णः इत्युक्ते अत्र इच्छति इत्यस्मिन् पदे इकारः अश्वर्णः. अतः अनन्तरं तत्र सूत्रे सूत्रं भो भगो अघो अपूर्वस्य योषि सूत्रं वदति तत्र रु सम्बद्धरेफः स्यात् इति वदति. अत्र बालर् योगः इच्छति इति रूपम् अस्ति. तत्र तदा रेफस्य स्थाने यकारादेशो भवति. यतोहि अयं रेफः रुसम्बद्धः खलु. यतोहि सजुषोरुः इति न रु इति आसीत्. सर्वे अवगच्छन्ति खलु? हा अस्तु, तर्हि यकारः. यकारादेशः तथा यकारादेशः भूत्वा बालैयोगः इच्छति रूपम् आगच्छति, तदा लोपः साकल्यस्य इत्यनेन विकल्पेन रूपद्वयं भवति, एकं यकाररहितरूपम् अन्यत् यकारसहितरूपं, तथा बालयिच्छति अथवा बालयिच्छति यकारसहितरूपं, तथा रूपद्वयं। हा, बहु समीचीनमस्ति। इदानीं तर्हि सः अस्ति चेत् अखिला भगिनी वदति वा तत्र सः इच्छति इति किं नाम तथैव भवति कथम्? आं महोदय, सः इच्छति इति अस्ति चेत् तत्र स योगः सु योगः इष् योगः तिप् इति अस्ति, तत्र पुनः स योगः सु योगः इच्छति इति भवति। इदानीं तत्र अनुबन्धलोपानन्तरं सः योगः स योगः इच्छति इति अस्ति, अत्र एतत् अदौ सुलोपो एतद्धतो सुलोपो कोरणे समासेन न न न न न तत्र सः सु इच्छति खलु, इच्छति, अत्र अग्रिमसूत्रस्य कार्यं किमपि नास्ति। हा हा हा हा, क्षम्यतां, तत्र इच्छति इति अशी मध्ये एव अस्ति, क्षम्यतां, मम दोषः। हा, तत्र पुनः सः हा आरम्भतः वदामि महोदय, इत्युक्ते सः योगः सु योगः इच्छति इति अस्ति इदानीम्। अत्र भोभगो अगो अपूर्वस्य योषि इत्यस्य कार्यं भवति, यतोहि सकारस्य तु करवसानयो विसर्जनीय ससजुषोरुः करवसानयो विसर्जनीयः इति तत्र रेपः भवति, क्षम्यतां, ससजुषोरुः इत्यनेन रेपः भवति, तर्हि स योगः रु योगः इच्छति सरु योगः इच्छति इति अस्ति, उकारस्य तु अनुबन्धलोपः भवति, तर्हि सर्योगः इच्छति इति अस्ति। इदानीं भोभगो अगोरपूर्वस्य योषि इति सूत्रेण उकारस्य रेपस्य स्थाने य आदेशः भवति, तर्हि रूप तर्हि तत्र सै इच्छति स इच्छति इति रूपद्वयं निष्पन्नं भवति। भो भगो अघो अपूर्वस्य योषि इति सूत्रेण यकारादेशः भवति, रेफ रुसम्बद्धरेफस्य स्थाने इति कृत्वा स य इच्छति, तदानीं किं भवति? स य इच्छति इति भवति, तदानीं तत्र लोपशाकल्यस्य इति सूत्रेण विकल्पेन यकारस्य लोपः भवति, तर्हि स इच्छति इति यस्मिन् पक्षे लोपः शाकल्यस्य इति सूत्रं कार्यं करोति तस्मिन् पक्षे स इच्छति इति रूपं, यस्मिन् पक्षे तस्य सूत्रस्य कार्यम् इत्युक्ते तत्र सूत्रस्य कार्यं नास्ति इत्युक्ते विकल्पेन इति कृत्वा, अपरस्मिन् पक्षे स इच्छति इति यकारः तिष्ठति। हा, बहु समीचीनमस्ति। तर्हि उपरि प्रदर्शितानि तत्र पञ्चसोपानानि, एषु पञ्चसु एतावत् अस्माभिः किं दृष्टमासीत् यत् द्वितीये च तृतीये च सोपाने सः तत्र प्रसक्तिः एव नास्ति। इदानीं सः योगः इच्छति इति अखिलभगिनी कस्मिन् सोपाने अस्ति? सः योगः इच्छति इति तत्र पञ्चमे सोपाने अस्ति, अतः परस्य विसर्जनीयस्य आचीलोपः इत्यत्र अस्ति। हा हा, समीचीनमस्ति। हा, इदानीं चतुर्थे सोपाने अति सः अपि इति अस्माभिः दृष्टं, किं भवति? चतुर्थे सोपाने तु साधारणतया उत्त्वं भवति, अतः परस्य विसर्जनीयस्य अति हसि च उत्त्वम् इत्यनेन तत्र सः अपि इति अस्ति चेत् सोपि इति भवति। सः अस्ति, सोऽस्ति, इति भवति, इति तावत् अस्ति. तर्हि द्वितीये सोपाने तृतीये सोपाने कार्यं नास्ति, पञ्चमे कार्यम् अस्ति, चतुर्थे सोपाने अत्र अस्माभिः दृष्टं यत् अतः परस्य विसर्जनीयस्य अति उत्तमम् इति तावत् अस्ति इति एतावता अस्माभिः परिशीलितं. नाम द्वितीये तृतीये कार्यं नास्ति, पञ्चमे अस्ति, चतुर्थे अति अस्ति चेत् भवति कार्यम्. इदानीं कुत्र न भवति, किमर्थम् अपवादभूतत्वम् अस्ति इति चेत् विद्यापकिनी अग्रे सूत्रं सूत्रं वा महोदय? हा, एषु त्रिषु सोपानेषु तत्र शास्त्रीयप्रक्रिया इति दीयते. हा, सूत्रं किम्? अधुना एषु त्रिषु सोपानेषु शास्त्रीयप्रक्रिया का इति पश्येम. एतत् तदोः सुलोपो कोरनै समासे हलि. एतत् तद् च इति शब्दात् सुप्रत्ययस्य लोपो भवति हलिपरे. अनयोः द्वयोः शब्दयोः मध्ये अकच् प्रत्ययः नास्ति चेत् अपि च नञ् समासस्य विषयो नास्ति चेत् एतच्च तच्च एतत् तदौ इतरेतरद्वन्द्वः तयोः एतत् तदोः सोर्लोपः सुलोपः षष्टितत्पुरुषः न नञ् समासः अनञ् समासः नञ् तत्पुरुषः तस्मिन् अनञ् समासे. अविद्यमानः ककारो ययोस्तौ अकौ बहुव्रीहिः तयोः अकोः एतत् तदोः षष्ट्यन्तं सुलोपः प्रथमान्तम् अकोः षष्ट्यन्तम् अनञ् समासे सप्तम्यन्तम् अनेकपदमिदं सूत्रं संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् एतत् तदोः सुलोपः हलि संहितायाम् अकोः अनञ् समासे इति अस्ति. अत्र सूत्रस्य अर्थः अस्ति यदि एतत् तद् इति शब्दात् यदि सुप्रत्ययः विधीयते तत्र सुप्रत्ययस्य लोपः भवति. यदि हलीपरे संहितायाम् इति विषये अस्ति चेत् तत्र हलीपरे हल् वर्णः परः अस्ति चेत् तत्र सु इति प्रत्ययस्य लोपः भवति. परन्तु अत्र यदि एतत् तद् इति शब्दस्य मध्ये यदि अकच् इति कश्चित् प्रत्ययः मध्ये अस्ति चेत् तत्र कार्यं न भवति. अपि च नञ् समासस्य विषयः अस्ति चेत् तत्र अपि कार्यं न भवति. अव्ययसर्वनाम्नाम् अकच् प्राक् तेः इति सूत्रेण एतत् तद् इति शब्दयोः अकच् प्रत्ययो भवति. अकच् नास्ति चेत् एष कृष्णः स श्यामः इति भवतः. अकच् प्रत्ययः सहितरूपे एष कः कृष्णः स कः श्यामः इति. नञ् तत्पुरुषप्रसङ्गे चेत् न सः असः अत्रापि सुलोपो न भवति. अत्र यदि मध्ये अकच् एतत् तद् इति शब्दयोः मध्ये अकच् इति कश्चित् प्रत्ययः भवति चेत् तत्र तत्र एतत् तद् इति शब्दस्य अन्ते टे भागः अस्ति. टि इत्युक्ते अन्तिम अच् वर्णस्य अनन्तरं यत्किमपि अस्ति तस्य नाम अस्ति टि. टि भागात् प्राक् अकच् इति प्रत्ययः आगच्छति. अत्र अकच् इति प्रत्यये चकारस्य अन्ते हलन्त्यम् इत्यनेन इत्संज्ञा भवति. अक् अक इति अस्ति. अनन्तरम् अक तत्र अन्ते अकारः उपदेशे अजन्नासिक इत्यनेन लोपः भवति. तत्र अक् अक् इति भवति. एतत् तस्य मध्ये यदि अक् इति आगच्छति तर्हि एषकः इति रूपं वयं प्राप्नुमः. तदेव सः इति तद् प्रातिपदिकं तत्र सः इति प्रथमपुरुषः तत्र मध्ये अकच् प्रत्यय आगच्छति चेत् सकः इति भवति. तर्हि पूर्वसूत्रम् एतत् यथा सकः सकः योगः तिष्ठति किं भवति सकः योगः तिष्ठति सकः योगः तिष्ठति सामान्यतया सकः योगः तिष्ठति तत्र प्रथमसोपानं कार्यं करोति परन्तु परन्तु अत्र सकः योगः तिष्ठति प्रथमं सोपानं कार्यं करोति तर्हि तत्र सकस्तिष्ठति इति भवति वा हा इति भवति यतोहि अत्र अकच् इति नास्ति चेत् सुलोपः अत्र अकच् अस्ति अतः सुलोपः न भवति अतः सामान्यकार्यं भवति नाम अत्र अकच् अस्ति चेत् सामान्यकार्यं सर्वत्र अस्तु सामान्यकार्यं भवति हा सः तत्र सकः सकः भवति किं भवति सकः भवति सकः भवति अत्र तु बकारः हश्वर्णः इति कृत्वा तत्र चतुर्थसोपानं सखो भवति उत्वम् आगच्छति सखो भवति सकः अस्ति सकः अस्ति सामान्यं किं भवति अत्रापि चतुर्थसोपानं सको उत्वम् आगच्छति सको अस्ति अनन्तरं पूर्वरूपसन्धि सको अस्ति इदानीं नञ् समासः अस्ति चेत् तत्र न सः इत्यस्मिन् अर्थे असः असः इति अस्ति तर्हि असः तिष्ठति इति किं भवति असः तिष्ठति असस्तिष्ठति हा इति अस्ति तर्हि नाम अस्य सूत्रस्य कार्यं न भवति अकच् प्रत्ययः अस्ति चेत् अथवा नञ् समासः अस्ति चेत् अन्यत्र नाम सामान्यरूपेषु यत्र एतत् अथवा तत् शब्दः अस्ति प्रथमविभक्तौ एकवचने तत्र सुलोपः भवति हा तस्य उदाहरणं किं दत्तमस्ति अत्र भगिनि एष योगः सु कथञ्चित् एतद् शब्द एतद् प्रातिपदिकं अस्माकं कार्यं तत् नास्ति तत्र कथञ्चित् भवति इति अहं वदामि कथञ्चित् भवति एष इति आगच्छति एष योगः सु योगः स्था योगः ति एष योगः सु योगः तिष्ठति अनुबन्धलोपे एषस् तत्र एष योगस्सु तत्र उकारस्य अनुबन्धलोपानन्तरम् उपदेशे अजन्नासिक इतपि तस्य लोपः तत्र स एव अवशिष्यते एषस् योगः तिष्ठति इदानीम् अत्र एतत् तदोः सुलोपो कोरनै समासे हलि इति सूत्रेण तत्र एषस् तत्र अकच् प्रत्ययः अपि नास्ति नञ् समासः अपि नास्ति इति कृत्वा सप्रत्ययस्य लोपः भवति हलि परे अत्र तिष्ठति इत्यस्मिन् तकारः हल् वर्णः स लोपः भवति एष तिष्ठति इति रूपं प्राप्नुमः तर्हि अत्र प्रथमे सोपाने अस्माभिः दृष्टं यत् दोषः आसीत् किमर्थमिति चेत् तिष्ठति इति अस्मिन् तत्र तकारः हल्वर्णः अस्ति इति कृत्वा सुलोपः अस्तु अग्रे इदानीं चतुर्थसोपानस्य हसि अस्ति तत् धावति इति उदाहरणं किं सयोगः सुयोगः धावयोगः ति सयोगः सुयोगः धावति अनुबन्धलोपे एषस् योगः धावति एतत् तदोः सुलोपो कोरनै समासे हलि इत्यनेन हलि परे सुलोपः एष धावति इति अस्ति अत्रापि समानकार्यम् अत्र तद् इति प्रातिपदिकं स इति इदानीम् अभवत् स योगः सु अत्र धाव् इत्यस्मिन् दकारः हलि परे अत्र अकच् प्रत्ययः अपि नास्ति नञ् समासः अपि नास्ति इति कृत्वा तत्र सुलोपः भवति एतत्तदोः सुलोपो कोरनै समासे हलि इति सूत्रेण सकारस्य लोपः भवति इदानीम् एष धावति इति रूपं प्राप्नुमः हा हा हा समीचीनमस्ति तर्हि आहत्य आहत्य राजेन्द्रमहोदय तत्र पञ्चसूत्राणि सन्ति, तत्र का गतिः अस्ति सः? अत्र महोदय सः यदा अस्ति तत्र प्रथमं तु एकनिमिषं महोदय, तत्र विसर्जनीयस्य सः खरि, तत्र सहयोग तिष्ठति, किं भवति? सहयोग तिष्ठति तत्र तत्र तत् विसर्गस्य अत्र लोपः भवति, तत् न कार्यं न करोति प्रथमं सोपानम् तत्र तिष्ठति यथा अस्ति तत्र स तिष्ठति एव भवति सकारः हल् वर्णः अतः सुलोपः भवति तत्र सुप्रत्ययलोपः भवति एतत् तदो स्लो सुलोपकौरुण्यं समासे हलि सूत्रेण हा समीचीनमस्ति इति प्रथमं सोपानम्। इदानीं वयं जानीमः किमर्थं लोपः अस्ति तत्र, तत्र लोपः अस्ति विसर्गलोपः। अस्तु अग्रे महोदय, एकः प्रश्नः, भगिनि एकनिमेषः क्रमेण पश्येम, तत्र द्वितीयं सोपानं किम्? एचः परस्ति, तत्र प्रसक्तिः अस्ति वा? नास्ति, यथा विसर्गस्य पूर्वं चेत् प्रसक्तिः नास्ति द्वितीयं सोपानं। तृतीयं सोपानं, तृतीयसोपानमपि प्रसक्तिः नास्ति यथा तत्र आत् नास्ति विसर्गपूर्वं। चतुर्थं सोपानं, चतुर्थसोपाने अत् अस्ति तत्र प्रसक्ति विसर्गपूर्वम् अत् अस्ति, तत् कारणात् तत्र प्रसक्तिः अस्ति, अतः तत्र अनन्तरं का आगच्छति अत् अस्ति परे तु प्रसक्तिः अस्ति, हास् अस्ति तत्र प्रसक्तिः नास्ति। न पुनः वदतु, सोपाने अत्र अतिहसि अति किम् अति अस्ति तत्र प्रसक्तिः अस्ति, हसि अस्ति तत्र प्रसक्तिः नास्ति तत्र। हा हा हा, अति अस्ति चेत् सः अपि तत्र यथा सामान्यं तत्र उत्पं भवति भवति तत् तत् अति अस्ति प्रसक्तिः अस्ति, हसि अस्ति प्रसक्तिः नास्ति। किं भवति हसि तत्र सुलोपः भवति, तत् तत् कारणात् तत् स गच्छति अस्ति, सुलोपः भवति, अतः सः भवति स भवति अस्तु। पञ्चमे सोपाने तु प्रसक्तिः अस्ति यथा विसर्गपूर्वं अत् अस्ति, तत् अनन्तरं अचि अस्ति क्षम्यताम् अचि अस्ति तत् प्रसक्तिः भवति अन्यथा न भवति। हा अतः परस्य विसर्जनस्य आचि लोपः इति तु कार्यम् अस्ति। तत्र अपवादभूतसूत्रं केवलं हलिपरे, हलिपरे तर्हि हलि नाम तत्र प्रथमे सोपाने हल् वर्णः भवति खर्, चतुर्थे सोपाने हल् वर्णः भवति हश्, तत्र अपवादभूतकार्यमस्ति, अन्यत्र सर्वं यथा सामान्यम्। अस्तु समीचीनमस्ति। इदानीं महोदय अत्र पुष्प भगिनी प्रश्नः कः, सखः श्यामः इति अस्ति न, अत्र सखः यदि कच् अस्ति तत्र यथा सामान्यं सर्वत्र भवति, यथा सामान्यं बालः इव, सखः इति यथा बालः, बालकः यथा बालकः तत्र सखः, न कोऽपि भेदः। अस्तु तर्हि महोदय, मम एकः प्रश्नः अस्ति, अकच् प्रत्ययः नास्ति, नैसमासविशेषः नास्ति चेत् अहं न अवगन्तुं शक्नोमि, एतत् किं, कुतः अकच् प्रत्ययः आगतः, कुतः आगतः नाम तत्र वक्तुः इच्छा अनुसृत्य तत्र अर्थभेदः नास्ति, किन्तु क इति समानार्थे वक्तुः इच्छामनुसृत्य आगच्छति. तर्हि किमर्थम् आगच्छति चेत् वक्तुः इच्छामनुसृत्य भवती वक्तुमिच्छति चेत् तथा वदतु. सः गच्छति अथवा सकः गच्छति, तत्र न कोऽपि भेदः. एतत् सूत्रद्वयोः एतत्तदो सुलोपो करो नयसमासे कलि अव्यय सर्वनाम्ना मक्कच् प्राक्ते तेः सूत्रद्वय अहं पूर्णतया न अवगन्तुं शक्नोमि महोदय. किञ्चित् क्लेशः अस्ति. क्लेशः अस्ति. अत्र द्वितीयसूत्रस्य सम्पूर्णरूपेण अवगमनस्य आवश्यकता नास्ति. केवलं तावत् प्रदर्शितमस्ति यत् कश्चन अकच्पतयः अस्ति. अकच्पतयः वक्तुः इच्छामनुसृत्य भवति चेत् विसर्गसन्धिः यथा सामान्यं भवति इति तावदेव. तावत् अवगतं चेत् समाप्तं विषयः. भगिनी उक्तवती तेः न आवश्यक न तत् तत् न अपेक्षितमस्ति. सूत्रस्य विवरणं न दत्तमस्ति, नापि आवश्यकम्. अत्र अस्माकं सूत्रं किम्? एतत् तदोः सुलोपो कोरनै समासे हलयति सूत्रं. तत् सूत्रम् अवगन्तव्यमस्ति. द्वितीयं सूत्रं केवलम् अकच् नाम किं, कुत्र भवति इति के नाम कश्चन परिचयः भवतु, तावदेव अस्ति. सूत्रस्य अर्थः कथं कार्यं करोति विवरणं न दत्तमस्ति खलु. केवलं स्थूलरीत्या बोधनार्थं यत् कश्चन अकच् प्रत्ययः अस्ति, भवति चेत् बालकः इव कार्यं करोति. तावदेव अस्ति, अत्र किमपि नास्ति. अपि च अस्माभिः न उच्यते एषः गच्छति, एषकः गच्छति इति कोऽपि वदति वा न कोऽपि वदति. केवलं प्रदर्शनार्थम् एतादृशम् अस्ति, भवति चेत् विसर्गसन्धिः यथा सामान्यं. समीचीनम्. अस्तु महोदय, धन्यवादः. तावदेव अस्ति. नाम अस्माभिः तत्र एकाग्रचित् भूत्वा यत् अपेक्षितं तद् द्रष्टव्यमस्ति. नो चेत् बहु किमपि अस्ति तत्र दर्शनस्य न कापि आवश्यकता न वा लाभः. न तत् सूत्रस्य विवरणं भगिनी उक्तवती किल. उक्तवती तस्य आवश्यकता न वक्तव्यमासीत्. तत् त्यजतु, तस्य आवश्यकता नास्ति. विषयः अस्ति, अस्माकं पाणिनीयव्याकरणवर्गः नास्ति, अत्र भाषावर्गः अस्ति. यस्य आवश्यकता अस्ति तद् वक्तव्यमस्ति. रत्ना भगिनी किञ्चित् पृच्छतु वा? अनन्त समासे किमस्ति महोदय? सर्वम् उक्तमस्ति, रेकार्डिङ्ग् मध्ये अस्ति. न सः असः इति यथा बालकः तथैव. सः एषः पठामि वा महोदय? सः एषः इति यथा तथा यः नास्ति. यः इति शब्दस्य यथा सामान्यं भाट्टसूत्रेषु सूत्र प्रथमं चतुर्थं पञ्चमम् इत्येषां साधारणरूपाणि यस्तिष्ठति यो गच्छति य गच्छति. इत्युक्ते अत्र अपवादः भवति यत्र सः एषः इति आगच्छति. किन्तु यदि यः इति अस्ति चेत् तत्र अपवादः न भवति. भात् सूत्राणि प्रथमं चतुर्थं पञ्चमं च कार्यं साधारणरीत्या कुर्वन्ति यः इति अस्ति चेत्. यथा प्रथम सूत्रे यः तिष्ठति यस्तिष्ठति सकार आदेशः भवति विसर्गस्य स्थाने. अनन्तरं चतुर्थ सूत्रे यः गच्छति तत्र गा इति हश् वर्णः अस्ति, अत्र उकारादेशः भवति विसर्गस्य स्थाने. अनन्तरम् उकारस्य गुणसन्धिः भूत्वा यो भवति, यो गच्छति इति भवति. अनन्तरं पञ्चमसूत्रस्य आधारेण यः इच्छति, अत्र इच्छति इति इच् प्रत्याहारे अस्ति, अतः विसर्गस्य लोपः भवति, यः इच्छत् य इच्छति इति भवति. तत्र कार्यं पञ्चमे सूत्रे पञ्चमे सोपाने कार्यं सामान्यमस्ति. नमस्सः अपि तथा, यः अपि तथा. अस्तु, अस्माभिः उक्तं तत् सर्वम्. अस्तु, तृतीयं तृतीय अपवादः भवती एव किञ्चित् पठति वा? अस्तु महोदय. रेफः योगः रेफः पूर्वदीर्घत्वं रेफलोपः च. हरिः रमते, हरिर्रमते इति दोषः भवति. रेफस्य रेफे परे पूर्वदीर्घत्वं रेफलोपः च. अस्मिन् उदाहरणे पूर्वं यः इकारः अस्ति तस्य दीर्घत्वं भवति, ई इत्यस्य ईकारः भवति. हरिः रमते इचः परस्य विसर्जनीयस्य रेफः अखरि इत्यनेन हरिर् योगः रमते रेफस्य लोपः पूर्वदीर्घत्वं हरी रमते हरीरमते इति भवति. पुनः रेफान्तम् अव्ययम्, अतः अत्रापि रेफो भवति. रेफस्य रेफे परे रेफलोपः पूर्वदीर्घत्वं च इति ध्येयं. तथैव पुनः रमते रेफान्तम् अव्ययम्, अतः विसर्गसन्धौ रेफादेशः पुनर्रमते पुना रमते पुनारमते इति भवति. तर्हि हरीरमते पुनारमते इति पूर्वम् अस्माभिः अवलोकितमासीत्, इदानीं किन्तु द्रष्टव्यमस्ति किमर्थं भवति. अस्तु, शास्त्रीयप्रक्रिया प्रदर्शितमस्ति, भवती पठतु कृपया. अस्तु, प्रथमाविभक्तौ एकवचने हरि सु रं ते इत् संज्ञक उकारस्य लोपः. हरिस् रमते सासजुषो रुः इत्यनेन पदान्ते सकारस्य रु आदेशः. हरि रु रमते इत् संज्ञक उकारस्य लोपः. हरि रमते अवसाने नास्ति, खरि नास्ति, अतः खरवसानयोर्विसर्जनीयः, खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गादेशो न भवति, यथावत् तिष्ठति. हरिर्रमते रोरि इत्यनेन रेफस्य रेफे परे लोपः. हरिर्रमते रेफः रेफलोपस्य निमित्तम्, अतः ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन रेफलोपनिमित्तकरेफात् प्राक् अण् प्रत्याहारे स्थितस्य अकारस्य दीर्घत्वं हरीरमते इति. अत्र किञ्चित् सहायम् इच्छामि महोदय. तर्हि अत्र अत्र किमस्ति इति, अस्तु, अखिला भगिनी किञ्चित् विवरणं ददातु कृपया, आरम्भतः किमस्ति इति. महोदय, अत्र शास्त्रीयप्रक्रियायां वयं स्मः, तत्र हरिः रमते इति तत्र रेपस्य दीर्घत्वम् क्षम्यताम् ईकारस्य दीर्घत्वं भवति, रेपः अनन्तरम् अस्ति चेत् इति पूर्वं वयं दृष्टवन्तः हरिः रमते इति रूपं निष्पन्नम् इति. तत् कथं भवति इति इदानीं शास्त्रीय चिन्तनं प्रवर्तमानमस्ति. तर्हि अत्र प्रथमाविभक्तौ तु वयं जानीमः हरियोगः सु प्रत्ययः रं योगः ते इति भवति. तर्हि हरियोगः सुयोगः रमते, तत्र सुमध्ये तु उकारः इत्संज्ञा भूत्वा तत्र हरिस्योगः रमते इति भवति. तस्मिन् स्थितौ सकारस्य ससजिषुणुः इत्यनेन सूत्रेण सकारस्य रेपः रु आदेशः भवति. तर्हि ससजिषोरुः इत्यस्य पदान्तस्य सकारस्य रु आदेशः भवति इति निमित्तं. तर्हि हरिस् इति सकारः पदान्ते अस्ति इति कृत्वा सकारस्य रु आदेशः भवति. रु मध्ये इदानीं पुनः उकारस्य इत्संज्ञा इति कृत्वा हरिर् रमते इति भवति. इदानीं हरिर् रमते इत्यत्र करवसानयो विसर्जनीयः इत्यस्य प्रसक्तिः नास्ति, यतोहि रेपः कर्वर्णः नास्ति, अपि च अवसानः अपि नास्ति हरिर् इत्यस्य अनन्तरम् इति कृत्वा तस्य कार्यं नास्ति. तर्हि हरिर्रमते इति अस्ति. तत्र रोरि इत्यनेन इदानीं अस्माकं सामान्यचिन्तनम् अनुसृत्य किं तत्र अन्तिमरूपं किं भवति स्म? अस्माकं सामान्य चिन्तनम् अनुसृत्य पश्यामः चेत् तत्र हरिः इत्यस्य विसर्गस्य पूर्वम् इकारः अस्ति. इकारस्य अनन्तरं तत्र रेपः अस्ति इति कृत्वा तत्र तृतीय क्षम्यतां द्वितीय वस्तुतः इच्छः परस्य विसर्जनीयस्य रेपः अकरि इति भवति. तर्हि द्वितीयसोपानस्य कार्यं भवति. तर्हि रेपः तिष्ठति हरिर्रमते इति रेपः द्विवारम् आगच्छति वस्तुतः. हा हा हा, नाम तावता यत् भवती पठितवती प्रतिपादितवती तत्र पर्यन्तं प्राप्तमस्ति सामान्यं. तर्हि हरिर्योगः रमते, हरिर्रमते इति रेपस्य द्विवारम् उच्चारणं भवति स्म, तदेव रूपं भवति स्म भातसूत्रमनुसृत्य. यथा हरिः भवति, तत्र भकारः हश्वर्णः इति कृत्वा किमपि कार्यं नास्ति. अत्रापि नाम अखर् प्रत्याहारे अस्ति, खर् प्रत्याहारे नास्ति. एवमेव रेफः अपि खर् प्रत्याहारे नास्ति इति वक्तव्यमस्ति. खर्प्रत्याहारे नास्ति इति कृत्वा किमपि कार्यं नास्ति. तदर्थं यथा भकारः भवति, हरिर्भवति, तथैव हरिर्योगः रमते, हरिर्रमते इति भवति स्म. किन्तु इदानीं नूतनसूत्रद्वयमस्ति. हा भगिनी अग्रे. हा, तर्हि तत्र हरिर्रमते इत्येव तिष्ठति करवसाने उपसर्जनीयः इत्यस्य कार्यं नास्ति इति कृत्वा इदानीं तत्र नूतनसूत्रद्वयं रोरि इति प्रथमसूत्रं. रोरि इति सूत्रेण रेपस्य परे रेपे लोपः, इत्युक्ते रेपस्य अनन्तरं यः रेपः अस्ति तस्य लोपः भवति. तर्हि इदानीं हरिर् रमते इत्यत्र हरि द्वितीयरेपस्य लोपः भवति. तर्हि हरिर् मते इति भवति खलु महोदय, तत्र रेपस्य लोपः भवति. तदनन्तरं हरियोगः रमते इति भवति. तर्हि इदानीं रेपस्य अनन्तरं रेपलोपः एव निमित्तं भवति द्वितीयसूत्रस्य, इत्युक्ते ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रेण रेपलोपः एव तस्य निमित्तं. तर्हि रेपलोपस्य पूर्वं यः अण् अस्ति तस्य दीर्घत्वं भवति इति कृत्वा अत्र पूर्वं यः इकारः अस्ति इकारस्य दीर्घत्वं भवति. तर्हि हरिर्रमते इति रूपं भवति. हा, बहु समीचीनमस्ति. अस्तु अग्रे राजी भगिनी. एवमेव पुनर्योगः रमते अवसाने नास्ति खरि नास्ति अतः करवसानो विसर्जनीयः इत्यनेन विसर्ग आदेशो न भवति यथावत् तिष्ठति. पुनर्योगः रमते रोरि इत्यनेन तावदेव नाम पुनर्योगः रमते सामान्यचिन्तनम् अनुसृत्य तदेव भवति स्म पुनर्रमति इति भवति रेपः द्विवारम् आगच्छति किन्तु करीव अवस पुनर्योगः रमते रेपः करवर्णः नास्ति अवसाने अपि नास्ति अतः करवसानो व्यसजनीयः इति कार्यं न करोति तत्तु द्विवारम् उक्त तत्र सामान्यचिन्तनमासीत् नाम पुनर्रमते इति पुनर्भवति पुनर्गच्छति इति यथा तथैव अत्रापि तावत् पर्यन्तं न कोऽपि भेदः खरवसानयोर्विसर्जनीयः कार्यं न करोति इति आश्चर्यस्य वार्ता नास्ति किमपि असामान्यं नास्ति पुनर्योगः रमति पुनर्रमति इति भवति स्म किन्तु नूतनसूत्रद्वयमस्ति खलु अग्रे अग्रे रोरि इति सूत्रेण रेपस्य रेपः परलोप परे लोपः भवति अतः पुनर्योगः रमते इति आगच्छति रेपस्य लोप निमित्तः अतः दृढलोपे पूर्वस्य दीर्घोणः इति सूत्रेण अकारः आकारः भवति पुनारमते इति अकारस्य दीर्घत्वं भूत्वा पुनारमते इति आगच्छति हा इति आगच्छति हा अस्तु समीचीनमस्ति इदानीं लक्ष्मीभगिनी कृपया पठतु रोरि इति सूत्रं रोरि रेफस्य लोपः रेफे परे रः षष्ट्यन्तं रि सप्तम्यन्तं द्विपदमिदं सूत्रं ढोढे लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रः लोपः प्रि संहितायाम् संहितायाम् इत्युक्ते विषयसप्तमी संहितायां विषये रः इत्युक्ते रः षष्ट्यन्तं षष्ट्यन्तमित्युक्ते रः षष्ट्यन्तमित्युक्ते स्थाने इत्युक्ते रेफस्य स्थाने लोपः भवति लोपः प्रथमान्तं लोपः भवति यदि रेफः परः अस्ति चेत् रि इत्युक्ते सप्तम्यन्तं पूर्वकार्यं भवति सप्तम्यन्तम् इति चेत् इत्युक्ते यदि रेफस्य रेफे परे रेफलोपः भवति इति अर्थः हा तदर्थम् उपरि उदाहरणद्वये तत्र हरिर्रमते कश्चन रेफः अस्ति अनन्तरं द्वितीयरेफः अस्ति इति कारणतः रोरि इति यत्र कुत्रापि संस्कृतभाषायां तादृशी परिस्थितिः अस्ति तत्र रोरि इति कार्यम् इति सूत्रमागत्य कार्यं करोति तर्हि द्वयोः रेफयोः मध्ये कस्य लोपः भवति लक्ष्मीभगिनी प्रथमस्य द्वितीयस्य वा अहं चिन्तयामि प्रथमं न महोदय द्वितीयरेफः यदि हरिर् इति पदं हरिर्योगः रमते स्वीकुर्मः चेत् तत्र हरिर् इत्यस्मिन् पदे द्वितीयरेफस्य तत्तु अस्ति तत्र हरि इति शब्दस्य रेफस्य न किमपि महत्त्वम् अत्र खलु तादृश प्रश्नः नास्ति खलु तत्र मुनि इति च मुनि इति स्वीकरोतु मुनिर्रमते मुनिर्रमते अन्तिमं रूपं मुनिरमते इति भवति नाम रेफद्वयमस्ति न वा द्वयमस्ति मुनिर्योगः रमते तत्र मुनिर् इत्यस्मिन् पदे रेफस्य लोपः भूत्वा मुनिरमते इति भवति नाम कथनस्य आशयः एवं यत् रोरि इति सूत्रेण यदा रेफस्य अनन्तरं रेफः भवति तदा प्रथमस्य रेफस्य लोपः भवति न तु द्वितीयस्य इति वार्ता अस्ति. तर्हि मुनिर् रमते इत्यस्मिन् तत्र प्रथमरेफस्य मुनिसम्बद्धस्य रेफस्य लोपः भवति न तु रमते इत्यस्य इति. यतोहि तत्र रोः लोपः रः लोपः रि रः लोपः रि तत्र षष्ट्यन्तमिति स्थाने लोपः. समीचीनमस्ति. अस्तु विद्याभगिनी अग्रे. महोदय महोदय एकः प्रश्नः अस्ति अत्र. राजेन्द्रः वदामि. अत्र रोरि सूत्रं त्रिपाद्याम् अस्ति अस्ति अनन्तरं ड्रलोपे पूर्वस्य दीर्घवनः तु सपादसप्त अध्यायाम् अस्ति. रोरि कार्यं करोति पूर्वतः सिद्धं न अग्रे उत्तरमस्ति. एतत् सर्वम् उत्तम अग्रे पठतु. अत्र कश्चन प्रश्नः उदेति लिखितमस्ति खलु अत्र तदैव प्रश्नः भवतः. अस्तु विद्याभगिनी. ड्रोलोपे पूर्वस्य दीर्घोणः डरेपलोपयोर्निमित्तयोः पूर्वस्याणो दीर्घः डकाररेपयोः लोपस्य निमित्तक डकाररेपे परे अण् प्रत्याहारे स्थितस्य दीर्घादेशो भवति. ड्रलोपे इति द्वन्द्वगर्भः उपपदतत्पुरुषसमासः ड च र च ड्रौ इतरेतरद्वन्द्वः ड्रौ लोपयति इति ड्रलोपः तस्मिन् ड्रलोपे ड्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः ड्रलोपे सप्तम्यन्तं पूर्वस्य षष्ट्यन्तं दीर्घः प्रथमान्तम् अण् षष्ट्यन्तम् अनेकपदमिदं सूत्रम् अणः षष्ट्यन्तम् अनेकपदमिदं सूत्रं स्वयं सम्पूर्णं ड्रलोपे पूर्वस्य अणः दीर्घः इति अस्ति. सूत्रं वदति यत्र ड्रलोपे इत्युक्ते यत्र डकारः अथवा रेपः लोपस्य कारणम् अस्ति तस्मात् पूर्वं यदि डकारः अथवा रेपः कस्य लोपस्य कारणं पूर्वं स्थितस्य रेपस्य रेपस्य अथवा डकारस्य लोपस्य कारण ड्रलोपे इति सप्तम्यन्तम् अस्ति इत्युक्ते तत्र पूर्वकार्यं तत्र यदि अत्र पुनर्रमते इति उदाहरणं स्वीकुर्मः चेत् तत्र पुनर्योगः रमते सर्वप्रथमं रोरि कार्यं करोति पुनर् तत्र रेपः लोपः भवति इदानीं रमते इति अस्ति तत्र रमते इत्यस्मिन् रेपः एव पूर्वं स्थितस्य रेपस्य लोपस्य कारणम् अस्ति इति कृत्वा इदानीं तत्र तादृश रेपः पूर्वं स्थितस्य अण् अत्र पुनः इति तत्र अकारः अण् अस्ति तत्र अण् इत्यस्य दीर्घत्वं भवति पुना इति भवति पुना योगः रमते पुना रमते इति रूपं प्राप्नुमः अत्र तर्हि अत्र ढकारः अपि च रेफः यत्र कश्चन ढकारः भवति स च ढकारः पूर्वं स्थितस्य ढकारस्य लोपस्य कारणं भवति अथवा कश्चन रेफः अस्ति स च रेफः पूर्वं स्थितस्य रेफस्य लोपस्य कारणं भवति स च ढकारः अथवा रेफः ध्रलोपः इति वदामः. तत्र किं लिखितमस्ति कुत्र अस्ति ध्रौ लोपयति इति ध्रलोपः द्रौ डकाररेफः तौ लोपयति इति ध्रलोपः डकारः डकाररेफयोः लोपं यः करोति सः ध्रलोपः इति अर्थः अस्ति. तर्हि अत्र ध्रलोपः कुत्र अस्ति भगिनि तत्र मुनि इति कुर्मः मुनि रमते इति स्थितौ तत्र ध्रलोपः कः वर्णः ध्रलोपः अस्ति रमते इत्यस्मिन् रेपः ड्रलोपः हा न तु यस्य रेफस्य लोपः जातः सर्वे अवगच्छन्ति खलु मुनिर्रमते इति स्थितौ तत्र रेफस्य रेफः लोपः यः जातः सः रेफलोपः इति न यः रेफलोपं करोति सः रेफः इति रमते तस्मिन् नाम सः अनन्तरमस्ति चेत् तस्मात् पूर्वं यः अण तस्य दीर्घः स्पष्टमस्ति महोदय अत्रापि अलोन्त्यस्य इति कार्यं करोति वा पूर्वस्य अणः इति अस्ति न तत्र पूर्वस्य तत्र अलोन्त्यस्य इत्यस्य आवश्यकता नास्ति किमर्थम् अलोन्त्यस्य इति किमर्थं साक्षात् उक्तमस्ति पूर्वस्य अणः दीर्घः अलोन्त्यस्य तदानीं भवति यदा यदा स च अणः आरम्भे तदा भवितुम् अर्हति स्म नाम अत्र अन्यथा अवगमनं न भवति यतोहि साक्षात् उक्तं द्रलोपे पूर्वस्य अणः इति साक्षात् पूर्वं द्रलोपे इति सप्तमी अस्ति पूर्वस्य अणः दीर्घः अत्र साक्षात् पूर्वम् इति अवगमनम् अस्ति अत्र महोदय एकः प्रश्नः एक उदाहरणं दीयते वा डोडे लोपः तत्र इदानीं प्रथमतया यत् पुरतः अस्ति तस्य अवगमनं भवेत् यत् पुरतः अस्ति ढोले लोपते इति अस्य आवश्यकता नास्ति इदानीम् अत्र विसर्गसन्धि इति विषयः द्रलोपः अस्ति न तथैव किन्तु अस्माकं विषयः अस्ति विसर्गसन्धिः अत्र पाणिनीयव्याकरणवर्गः नास्ति अत्र विसर्गसन्धिः इति विषयः तर्हि सर्वे अवगच्छन्तु इति वार्ता अस्ति अत्र च कः वदति रत्ना भगिनी अवगच्छति वा सारांशरूपेण अवगच्छामि महोदय प्रथमरकारस्य लोपः भवति यत्र रकारद्वयं रेफद्वयं भवति इति अवगच्छामि अनन्तरं किम् अनन्तरं रकारात् पूर्वं अण्प्रत्याहारयः वर्णः आसीत् तस्य दीर्घत्वं भवति किमर्थं ड्रोलोपे पूर्वस्य अणः दीर्घः इति तदेव मम प्रश्नः कथं कार्यं करोति तदेव अहं वक्तुमिच्छामि यत् ध्रलोपे पूर्वस्य अणः दीर्घः इत्युक्ते किम् इति वदति वा नो चेत् मेहुलमहोदय वदतु आं महोदय ध्रलोप इत्युक्ते ढकारः रकारः लोपः इति ढ्रलोपः तत्र द्वितीय रकारः अथवा ढकारः अस्ति तत् कारणात् पूर्वस्य ढकारः अथवा रकारस्य लोपः भवति अतः तत् ढ्रलोपे पूर्वस्य यदि पुनः वदतु पुनः इतोपि किञ्चित् वदतु ध्रलोपः इति कः वर्णः अस्ति ध्रलोपः ढ्रलोपः इति ढ अथवा ढकारः अथवा रकारः कः ढकारः अथवा रकारः कः रेफद्वयमस्ति मुनिर्रमते इत्यस्मिन् तत्र कः वर्णः ध्रलोपः मुनिर्रमते तत्र द्वितीयरेफः वर्णः द्वितीयरकारः ढ्रलोपः किमर्थं सम्यक् किमर्थं किमर्थम् इत्युक्ते तस्य कारणात् पूर्वस्य रेफस्य लोपः भवति बहु समीचीनमस्ति इति मुख्यं तत्रैव अन्यथा अवगमनं भवति स्म सर्वेषां तत्र सूत्रे किं लिखितमस्ति ध्रौ लोपयति इति ध्रलोपः यः रेपः अन्यत् रेपं लोपयति तस्य लोपस्य कारणं भवति स एव रलोपः भवति अथवा ढलोपः अत्र रलोपः तर्हि ध्रलोपे अत्र रमते इत्यस्मिन् रेपः स एव ध्रलोपः समीचीनम् अनन्तरं तस्य पूर्वस्य वर्णः कः इति वयं पश्यामः चेत् यदि अण्वर्णः अस्ति चेत् तस्य वर्णस्य दीर्घरूपं भवति, अतः मुनिर् रमते इति उदाहरणे रेफस्य पूर्वम् इकारः अस्ति चेत् अस्ति, अतः तस्य दीर्घत्वं भवति मुनि रमते इति भवति। हा हा, समीचीनमस्ति, इति एव अस्ति। अस्तु, तर्हि अस्माकं विसर्गसन्धिः इदानीं विषयः समाप्तः अस्ति। अत्र राजेन्द्र महोदय, तत्र विषयः अवगतः वा? आम् आं महोदय, पठितवान्। भवतः प्रश्नः अन्ततो गत्वा यः प्रश्नः आसीत्। आम् आं महोदय, पठामि वा? अस्तु, पठतु। अत्र कश्चन प्रश्नः उदेति यत् रोरि त्रिपादीसूत्रं ड्रलोपे पूर्वस्य दीर्घोऽणः च सपादसप्ताध्यायाम् इति कारणतः पूर्वत्र असिद्धम्। इत्यनेन रोरि इत्यस्य कार्यम् असिद्धं न भवति किम्? अत्र सिद्धान्तः कार्यं करोति आश्रयात् सिद्धत्वम्। यावत्पर्यन्तं रोरि सर्वे पश्यन्तु तत्र हरिर् रमते, तत्र रौरि इत्यनेन रेफलोपः, अनन्तरं ध्रलोपे पूर्वस्य दीर्घोणः इत्यनेन पूर्वे स्थितः अणः स्थितस्य अणः तद् दीर्घत्वं, किन्तु ध्रलोपे पूर्वस्य दीर्घोणः इति सपादसप्ताध्याय्याम् अस्ति, रोरि इति त्रिपादीसूत्रमस्ति इति कृत्वा इदानीं रोरि इत्यस्य कार्यम् असिद्धम् इति भवेत्, नाम तत् रेफस्य लोपः न द्रष्टव्यः ध्रलोपे पूर्वस्य दीर्घोणः इति सूत्रेण न द्रष्टव्यः, किन्तु दृश्यते। किमर्थम् अग्रे? अत्र सिद्धान्तः कार्यं करोति आश्रयात् सिद्धत्वं। यावत्पर्यन्तं रोरि न स्यात् तावत्पर्यन्तं ड्रलोपे पूर्वस्य दीर्घोणा इत्यस्य रेफनिमित्त प्रसक्तिर्न भविष्यति एव। रोरि न भविष्यति, रेफनिमित्तकप्रसक्तिर्न भविष्यति एव, न भविष्यति। आम् महोदय, क्षम्यतां, रेफनिमित्तक प्रसक्तिर्न भविष्यति एव। रोरि इत्यस्य आश्रयेण ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य कार्यं सिद्ध्यति। रोरि नास्ति चेत् ड्रलोपे पूर्वस्य दीर्घोणः निरवकाशं भवति। रोरि इति सूत्रं त्यक्त्वा ड्रलोपे इत्यस्य रेफनिमित्तत्वं निरर्थकम्। किमर्थं न ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रं रोरि इत्यस्य अनन्तरम् अष्टाध्याय्यां स्थाप्येत् इति चेत् ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य दीर्घशब्दस्य अनुवृत्तिः आवश्यकी, आवश्यकी षड् अध्याय तृतीयपादे द्वादश एकशतम् इत्यस्मात् आरभ्य चतुर्थपादे अष्टनवतिः इति यावत् अस्ति। अस्तु, इदानीम् इति कृत्वा आशयात् आशयात् सिद्धत्वम्, आशयात् सिद्धत्वम् इत्यस्य सिद्धान्तेन कार्यं न असिद्धम्। अस्तु, समीचीनमस्ति। हा, तर्हि विसर्गसन्धिः, विसर्गसन्धौ अस्माकं नैपुण्यं जातमस्ति, सर्वे सर्वं जानन्ति। अत्र प्रमुखमस्ति भारतसूत्राणि, पञ्चसोपानानि, तत् जानाति चेत् तत् सर्वं जानाति, सर्वं जानाति एव। पञ्चसोपानानि तावदेव अस्ति, तत्र अपवादः त्रयः सन्ति, अपि च शास्त्ररीत्या किमर्थं तत् सर्वमस्ति इति कृत्वा सूत्राणि दत्तानि सन्ति। किन्तु व्यवहारिकरीत्या पञ्चसोपानानि जानन्ति चेत् कार्यं भविष्यति, दोषो न स्यात्। बहु समीचीनमस्ति। अग्रिमे सप्ताहे कश्चन अभ्यासः भविष्यति, अनेन तत्र विसर्गसन्धेः विषयः समापयिष्यते इति। धन्यवादः सर्वेषां, नमस्कारः, धन्यवादः, धन्यवादः, धन्यवादः, धन्यवादः महोदय.